रेकार्डिङ्ग् इस् गोयिङ्ग् आन् नो अस्तु ओके नत्वं नो नः इति सूत्रमस्ति अत्र नो इति महाप्राणनकारः अस्ति तत् स्थाने दन्ते नकारः आगच्छति एतदेव नो नः अनन्तरम् अत्र उपदेशे विषये अहं किञ्चित् वक्तुम् इच्छामि एतत् सर्वे अत्र लेखनं करणीयमेव किञ्चित् अहं मन्दरूपेण शनैः वदामि उपसर्गेण धातु अर्थः उपसर्गेण धातु अर्थः बलात् अन्यत्र नीयते इदानीं गच्छति सर्वे जानन्ति एव गच्छति इत्युक्ते गोस् इदानीम् आ इति उपसर्गं योजनेन अत्र परिवर्तनम् अभवत् किं परिवर्तनम् अभवत् अर्थमपि परिवर्तनम् अभवत् गच्छति गोस् आगच्छति कम्स् सो उपसर्गेण लिखतु उपसर्गेण अत्र भवती उक्तवती वैट् बोर्ड् अत्र कथं लेखनीयम् अत्र पेस्ट् सङ्गणकम् अत्र लेखनी कुत्र अस्ति भगिनी मया लेखनीयं भवती एव उक्तवती खलु अत्र लिखतु पेस्ट् अस्ति वा पेस्ट् मध्ये अस्ति वा कलं कुत्र अस्ति अरे बाबा ऐ डोण्ट् नो हौ टु यूस् वैट् बोर्ड् ऐ नो ओन्ली हौ टु यूस् वर्ड् डाक्युमेण्ट् एण्ड् देर् स्टार्टेड् वर्ड् डाक्युमेण्ट् ओन्ली टैप् as usual you type oh as usual oh, okay Aregi you are using na yeah yeah I'm using Aregi is really compare do that okay okay so Bluetooth to the word is not yet open huh इदानीं पश द्रष्टुं शक्यते खलु उपसर्गेण धात्वर्थः द्रष्टुं शक्यते खलु उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते इदानीम् उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते बलात् इट्स् जस्ट् पुल्लिङ्ग् अस् फ्रम् वन् अर्थं टु अन्य अर्थम् अत्र इदानीं अवगतं महोदय गच्छति इति अस्ति चेत् गच्छति इति अर्थमस्ति एतत्तु अत्र गमनकार्यम् इदानीं गमनकार्यम् अत्र दोषः चिन्ता मास्तु भगिनी गमनकार्यम् अस्तु गमनकार्यमस्ति अनन्तरम् इदानीम् उपसर्गयोजनेन किं भवति उपसर्गयोजनेन आगच्छति आगच्छति इदानीम् आगमनकार्यम् आगमनकार्यम् see why I have not written karyam upari api datum shakyate atra k a r o a m upari api atra makarah anuswar rupena atra drushtum shakyate parantu yatra yatra ante agachati tatra karyam tadrushameva lekhaniyam tadrushameva lekhaniyam karyam iti यत्र अत्र किमस्ति दोषः एव अत्र एतत् न करणीयम् एतत् राङ्ग् अस्ति ओके सो एतत् मनसि स्थापयतु उपसर्गेन धात्वर्थः बलात् अन्यत्र नीयते उपसर्ग कति विधाः भवन्ति उपसर्गाः द्वाविंशतिः समीचीनं द्वाविंशति एव अस्तु इदानीम् उपसर्गविषये अनन्तरं प्रा उपसर्ग प्रायोगः नियोगः ल्युडन्तं ल्युट् ल्युट् कुत्र भवति आक्चुलि ल्युट् इत्युक्ते किं ल्युट् इत्युक्ते किम् कृदन्तमस्ति खलु जानाति वा कृदन्तम् एक्षन् टु कृदन्तम् एक्षन् कन्वर्टेड् टु कृदन्तम् कर्तरि अत्र क्रिया क्रियापदमस्ति अत्र अत्र धातुमला अस्ति चेत् अत्र द्रष्टुं शक्यते एव भूसत्तायम् इति धातुः अस्ति अत्र भूत्वा सम्भूय भवितुं भूत भूतवत् प्रथमं भूत्वा त्वाप्रतिम् एतदपि कृदन्तमस्ति सम्भूय ल्यपन्तमस्ति भवितुं तुमुनान्तमस्ति भूत ताप्रतिमस्ति भूतवत् इक्तवत् अनन्तरं भवत् भवत् एतत् बुभूषत् अनन्तरं भवनं ल्युडन्तमस्ति भावकः नुल् प्रतिमस्ति अनन्तरं भवितव्यं तव्यत् अस्ति भाव्य ण्यन्तमस्ति भवनीय अनियर् अस्ति भवितृ तृच् अस्ति बुभूषा एसत् सन्नन्तमस्ति बुभुषुः ओ वन् हू इस् इण्ट्रेस्टेड् इन् दट् सो दीस् आर् आल् आक्चुलि नोन् अस् कृदन्तम् अत्र ल्युडन्तमपि कृदन्तमस्ति अत्र नोनः इत्यनेन अत्र यथा समासे अस्ति चेत् समासे अत्र प्रा उपसर्गपूर्वकम् अस्ति प्रा उपसर्गपूर्वकं नी नयति इति धातु अस्ति नी नयति परन्तु प्र उपसर्गपूर्वकयोजनेन उपसर्गेन धात्वर्थः अन्यत्र बलात् नीयते बलात् अन्यत्र नीयते इट्स् जस्ट् टेकिङ्ग् अस् टु अदर् मीनिङ्ग् उप एतत् बहुवीर्घिसमासः किञ्चित् अत्र किं ज्ञातव्यं चेत् पीताम्बरं पीतम् अम्बरं यस्य सह पीताम्बरम् तादृशमेव उपपदम् इत्युक्ते किम् अस्ति चेत् कुम्भकारः कुम्भं करोति इति कुम्भकारः संथिङ्ग् आक्चुलि टु इण्टु टु फोर् वि आर् जस्ट् इट् गाट् इन् अवर् मेमरि तादृशमेव पीताम्बरम् उपसर्गम् अनन्तरम् उपसर्गम् इत्युक्ते एतत् पदमस्ति अत्र उपसर्गं योजनेन अन्यत्र बलात् अन्यत्र धात्वर्थः नीयते अतः तत्र प्र उपसर्गपूर्वक नी धातोः ल्युडन्तं योजनेन प्रणयनम् इदानीम् अत्र उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रेण यत्र नोपदेश धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गनत्वस्य निमित्तम् अस्ति तत्र नत्वस्य निमित्तं समानपदे नास्ति चेदपि नत्वं भवति समानपदे अत्र पृथक् पदमस्ति असमासे अस्ति तत्र अपि दन्ते नकारस्य स्थाने मूर्धन्य नकारः आयाति अनन्तरम् अत्र नुमागमः अपि अभवत् इदितो नुम् धातोः अत्र मध्ये अच् प्रत्ययं मध्ये अत्र आगच्छति अत्र उदाहरणरूपेण द्रष्टुं शक्यते चेत् वधि स्वीकुर्मः सर्वदा वधि मनसि स्थापनीयमेव. इदितोनुं धातोः उदाहरणं वदतु इति पृच्छति चेत् झटिति वक्तव्यं. वदि अत्र वदेय इति अस्ति, अनुनासिकवर्णः अनन्तरम् इकारः इति भवति. अतः केन सूत्रेण इत्युक्ते उपदेशे अज अनुनासिक इति इत्यनेन. अनन्तरम् अत्र इदितोनुं धातोः आगच्छति. एतत् अचिव एतत् पूर्वमेव दृष्टवन्तः. अचिवर्णात् अन्ते मध्ये अत्र वन्द् इति आगच्छति. नचपदान्तस्य जलि इति, नचपदान्तस्य जलि किं वदति चेत् अत्र अनुस्वारस्य स्थाने नकारः पुनरपि आगच्छति. किमर्थं चेत् अनुस्वारस्य यङि परसवर्णः, परसवर्णः अत्र दकारः अस्ति. दकारस्य थ थ द ध न दन्त्य नकारः परसवर्णः. अतः एतत् पुनरपि आयाति अत्र वन्द् इति. अनन्तरं नश्चपदान्तस्य जलि कुत्र भवति चेत् अपदान्तस्य यत्र पदान्तं नास्ति तत्र एव नच्चपदान्तस्य जलि. एतत् लेखनीयम्. अत्र निमित्तं किम् इति द्रष्टव्यं चेत् अत्र अपदान्तस्य निमित्तम्, अनन्तरं नकारस्य मकारस्य द्वितीयनिमित्तं, तत् स्थाने अनुस्वारः आदेशः भवति. कुत्र भवति? एतत् जलीपरे इति तृतीयनिमित्तं. सो एतत् लेखनीयमेव. नच्चपदान्तस्य जलि किञ्चित् कालानन्तरं कालक्रमेण एतत् सर्वं मनसि सम्यक्तया दृढतया आगच्छति एव. किञ्चित् कालानन्तरं यदा त्रीणि वर्षाणि चत्वारः वर्षाणि गच्छति चेत् एतत् सर्वं द ओल्ड् थिङ्ग्स् विल् गो अवे, न्यू थिङ्ग्स् विल् कम्. सो दिस् नक्षपदान्तस्य जलि निमित्तं किं किम् अस्ति? अपदान्तस्य नकारस्य मकारस्य स्थाने, अनन्तरं अनुस्वारः कुत्र भवति चेत् जलीप्रत्ययं परे अस्ति चेत्. जलीप्रत्ययं जल् प्रत्याहारे किं किम् अस्ति इति अत्र ऐ वास् आस्किङ्ग् यू टु जस्ट् टेक् द प्रिण्ट् औट् अण्ड् कीप् इट् इन् फ्रण्ट् आफ् यू, देन् ओन्ली इट् विल् कम् इन् युवर् मैण्ड्. जल् प्रत्याहारे जबगड दश् सर्वत्र अन्तिमवर्णः, अत्र सर्वत्र अन्तिमवर्णः इति भवति माहेश्वराणि सूत्राणि मध्ये. अस्तु, जबगड दश् प्रथमं जबगड जबगड एतत् सर्वाणि अक्षराणि किमस्ति? चतुर्थवर्णः प्रथमं न जबगड देन् एतत् सर्वाणि अक्षराणि चतुर्थ अक्षराणि. अनन्तरं जबगड दश् तृतीयवर्णः. अनन्तरं ख प च ठ थ एतत् द्वितीयवर्णः. अनन्तरं छटतौ वकारः अत्र इति भवति. कपै शशर् शश स्तर् अत्र किमस्ति? रेपः अत्र इति भवति. अनन्तरं हल् इति लकारः अत्र इति भवति. एतत् कुत्र भवति चेत् जलां जशौन्ते. जलां जशौन्ते मनसि किं स्थापनीयं प्रथमवर्णस्य स्थाने? कोऽपि एतदेव अत्र सूत्रम्. अनन्तरं ट्रिक्स् अस्ति अत्र. प्रथमवर्णस्य स्थाने किम् आयाति जलां जशन्ति इति? कोऽपि अत्र जलां जशन्ति इति मनसि किं स्थापनीयं प्रथमवर्णस्य स्थाने? तृतीयवर्णः. प्रथमवर्णस्य स्थाने तृतीयवर्णः. एतदेव जलां जयति. पूर्वं दृष्टवन्तः जयो होन्यतरस्याम् इति अकारस्य स्थाने किं वर्णः आयाति? वाक्हरि वाघहरि अनन्तरं वाघरि. पूर्वं दृष्टवन्तः चतुर्थवर्णः आयाति. समीचीनम्. अन्य कोऽपि अत्र वदन् अस्ति इति मम चिन्तनं, परन्तु अनिल् महोदयेन उक्तं बहु उत्तमम्. अत्र जयोहोन्यतरस्याम् इत्यनेन हकारस्य स्थाने सदृशतमवर्णः चत्वारवर्णः भवति. अतः वाघरि इति चतुर्थवर्णः. सो इदानीं जल् किं किम् अस्ति इति मनसि स्थापनीयं. जल् वर्णः इदानीं जल् परे जलि परे अस्ति चेत् अत्र निमित्तानि किं किम् अस्ति इति द्रष्टव्यं, न चेत् पदान्तस्य जलि अत्र अत्रैव उत्तरमस्ति, न च पदान्तस्य जलि. अपदान्तस्य प्रथमनिमित्तम् अनन्तरं नकारस्य मकारस्य स्थाने अनुस्वारः भवति द्वितीयनिमित्तम्, अनन्तरं जल् प्रत्याहारे परे अस्ति चेदेव न च पदान्तस्य जलि कार्यं करोति. इदानीम् अनुस्वारस्य ई परसवर्णः अत्र चत्वारः. पृच्छतु पृच्छतु महोदय. नश्च पदान्तस्य जलि वंश मतुजकि नकारस्य पदान्त रिक्वायर्मेण्ट् अस्ति. तत्र मतुज नकारस्य स्थाने मकारस्य स्थाने अनुस्वार भवति, सम्यक् वा? आं समीचीनम्. अनुस्वारः तत्परं वंश मध्ये अनुस्वार अभवत्, तत्परं कथं जानामि कि नकारस्य स्थाने अस्ति या मकारस्य स्थाने अनुस्वारः अभवत्? एतत् 8458 वयं दृष्टेम. एतत् किमस्ति 8458 पश्येम. 8458 अत्र अनुस्वारस्य यै परस्वर्णः. अत्र पश्यतु अनुस्वारस्य यै वर्णे परे परसवर्ण आदेशः भवति. अत्र यै वर्गीयव्यञ्जनानि कति भवन्ति? पञ्चविंशतिः. पञ्चविंशतिः योगः अन्तस्थाः. अन्तस्थाः इत्युक्ते किम्? इदानीं भगिनि श्रूयते वा? आं वदतु भगिनी. अहम् आस्ट्रेलिया मध्ये अस्मि. मया बहिरागत आगतवती एक माल् मध्ये, अतः अहं वक्तुं न शक्नोमि. यावद् लभ्यते तदा शृणोमि. क्लेशः नास्ति. अस्तु, अत्र अन्तस्थाः नैव सम्भवति. अपदान्त अनुस्वारात् अनन्तरम् अन्तस्थाः नैव सम्भवन्ति, यतः अपदान्त अनुस्वारस्य निर्माणं केवलं नच्छपदान्तस्य जलि इत्येन एव भवति. अत्र किम् अस्ति अत्र चेत् अन्तस्थवर्णे परे अपदान्त अनुस्वारस्य निर्माणमेव न शक्यम् इति आशयः. अत्र किं भवति चेत् पदान्तस्य अपदान्त अनुस्वारात् अनन्तरं किं भवति इदानीम् अत्र पूर्वमेव वयं दृष्टवन्तः. इदानीम् अङ्क् इति स्वीकुर्मः चेत् भवतः प्रश्नः किं? कुत्र भव कुत्र मकारः कुत्र मकारः कुत्र अत्र कुत्र मकारः कुत्र इदानीं पश्यतु अत्र मूचि इदानीम् अङ्क् इति अस्ति. अत्र अङ्क् इति ककारः अस्ति. अत्र नच्छपदान्तस्य जलि इत्यनेन अत्र अनुस्वारः अकार उत्तरवर्ति अनुस्वारः भवति. अनुस्वारस्य यै परसवर्णः इत्यनेन अत्र ककारस्य अन्तिमवर्णः नकारः भवति, अतः परसवर्णः नकारः. एतत् मकारनकारयोः इदानीं नकारः दृष्टवन्तः खलु. नकारस्य स्थाने एव ण्यकारः पञ्चमवर्णः. किमर्थं चेत् अत्र पञ्चमव अङ्क इति प्रथमवर्णः. कुचुटुतुपु मध्ये कु इति ककारः अस्ति. सो ककारस्य अन्तिमवर्णः ङकारः पञ्चमवर्णः अनुनासिकवर्णः. अत्र अनुनासिकवर्णस्थाने अनुस्वारः भवति, अतः अङ्कनीयः इति भवति. इदानीं मुच् इति स्वीकुर्मः चेत् अत्र ऐ थिङ्क् युगल् महोदय पृच्छति तत्र अङ्क् अस्ति रैट् अनुस्वारः अस्ति तो अनुस्वार पूर्वं तत्र नकार अस्ति वा मकार अस्ति किमर्थं जानामि अत्र अङ्क् इति अत्र पूर्वमेव तत्र नकारः तिष्ठति तत् स्थाने एव तत् सम्यक् परन्तु यदि यदि अहम् अङ्कनीय पश्यति तत्र पश्यन् अहं किम् अवगतं कि पूर्वम् अत्र नकारः अस्ति वा मकारः एतत् धातु एतत् धातु अत्र किम् अत्र एतत् पाणिनिना दत्तं धातुरूपेण अत्र दत्तम् अत्र किमपि प्रश्नः आगन्तुं न शक्यते एव खलु अत्र अङ्की इति अस्ति अत्र पश्यतु अत्र प्रथमम् अखी इति एव अस्ति अखी इति एव अस्ति अत्र लक्षणे इति अर्थे भ्वादिगणीयधातुः अत्र अखी एव अस्ति अत्र इकारः अनन्तरम् अनुनासिकवर्णः अपगच्छति इत् भवति उपदेश अज अनुनासिक इत्यनेन इदानीमेव अत्र सूत्रमस्ति इदितो नुम् धातोः इति नुम् आगमः भवति अनन्तरमेव नुम् आगमः भवति एतत् सूत्राणि एव कार्यं करोति प्रथमतया भू इति एव अस्ति परन्तु किमर्थम् अत्र भवति इति आगच्छति बहवः सूत्राणि सन्ति तादृशमेव अत्र तादृशमेव अत्र तत् सम्यक् विगल् महोदय प्रश्नम् इस् नाट् लैक् दट् सेङ्ग् इफ् ऐ गेट् द फैनल् आन्सर् हौ डु ऐ फिगर् औट् हौ डिड् इट् कम् फ्रम् दट्स् वाट् सूत्राणि एव एतत् कार्यं करोति अत्र उभयोग सूत्राणि विना सूत्राणि किमपि परि अन्तिमपदं न निष्पन्नमेव कथं भवति भू इति अस्ति एव अस्ति भू सतायम् इति एतत् एव अस्ति अङ्क एव एतत् एतत् ज्ञातव्यमेव भवान् पठितुम् आरब्धं कृतवान् खलु एतत् ज्ञातव्यमेव अत्र अङ्कनीय इति अन्तिमपदं निष्पन्नं अनियर् योजनेन अङ्कनीय इति अनियर् अस्ति अत्र तव्यत् तव्या नियर् इति अस्ति परन्तु एतत् पदं ज्ञातव्यमेव कालक्रमेण प्रथमम् आचार्येण पादम् आगच्छति एतत् वयम् एतत् विषये वि आर् जस्ट् टेलिङ्ग् हौ इट् कम्स् एतत् आचार्येण पादम् आगच्छति अनन्तरं स्व प्रयत्नेन एतत् पादमागच्छति अनन्तरम् अन्यजनाः इत्युक्ते सहपाठिनः अत्र किञ्चित् पादमागच्छति अनन्तरं कालक्रमेण एव अन्य कोऽपि अन्यपादम् आगच्छति इदानीम् अङ्कनीय इति पूर्णपदमस्ति अङ्कनीय इति पूर्णपदम् एतत् कथम् आगच्छति इति प्रक्रिया अस्ति किं किं प्रक्रिया सूत्राणि अत्र अस्ति एतत् सूत्राणि प्रयोगं कुर्मः चेत् एव अन्तिमपदं निष्पन्नं समीचीनं वा महोदय इदानीम् अवगच्छति सरलम् अस्ति अपदान्त शब्दः अस्ति अपदान्त शब्दः अस्ति अस्तु अपदान्तशब्दः नकारस्य मकारस्य स्थाने अनुस्वारः भवति एतत् किमर्थं कथं जानीमः चेत् सूत्राणि एव अत्र प्रयोगं करणीयमेव एतत् ज्ञातव्यं कथं भवति इति ज्ञातव्यमेव अङ्कनीय एतत् अत्र मया दत्तमेव अत्र पश्यतु अनुस्वारः अनुस्वारस्य यै परसवर्णः अनुस्वारस्य षष्ठिविभति एकवचनम् अत्र अस्ति अत्र किं भवति इत्युक्ते अङ्क् अखी एव अत्र अखी एव अत्र अखी इति धातु अस्ति धातु अखी एव तावदेव अनन्तरम् अङ्कनीयः अनियर् प्रत्ययम् आगच्छति अनीय इति अङ्कनीय इति अन्तिमरूपम् एतत् कथं भवति इति वयं जानीमः चेत् एतत् ईदितोनुं धातोः तव्य तव्य अनियर् अस्ति नच्च पदान्तस्य जलि अस्ति अनुस्वारस्य ययि परसवर्णः एतत् एतानि सूत्राणि कार्यं कृत्वा एव अङ्कनीये इति भवति. अन्यपदमपि इदानीं दृष्टं प्रश्नः अत्र अस्ति अङ्क् अस्ति अङ्क् अङ्क् अस्ति अङ्क् पदान्त अस्ति सम्यक् वा अङ्क् अस्ति तु तत् कवर्णः अस्ति तद् अन्तिमवर्णकारस्थाने अङ्ग् अङ्ग् अभवत् एतदेव अन्तिमरूपम् अङ्क् अङ्क् इत्युक्ते अत्र वंश अङ्क् अभवत् तत्परं कथं जानामि कि अङ्क् अस्ति नकारस्कारणे अङ्क् अभवत् या मकारस् कारणे अङ्क् अभवत् एतत् सूत्रमेव तत्र सूचयति खलु. अत्र अङ्क् इति ककारः अस्ति अन्तिमवर्णः अन्तिमवर्णस्य स्थाने अनुस्वारस्य ययीपरसवर्णः किं सूचयति ककारस्य अन्तिमवर्णः किम् एतत् अत्र प्रयोजनं करोतु इति सूत्रमेव तत्र दत्तं खलु. सूत्रम् अत्र किं दत्तं करोमि वा वदतु. महोदय प्रश्नं पृष्टवान् खलु उत्तरं दातुं प्रयत्नं करोमि. यथा अकिङ् इति प्रथमं मूलधातुः द्रष्टव्यं तत्र अकिङ् इति अस्ति यथा महोदय उक्तवती अकिङ् इत्युक्ते इकारस्य अनुनासिक इकारस्य इत्संज्ञा भवति खलु तत् इति तो नुम् धातोः सूत्रेण यथा अकिङ् इदितोनं धातोः नास्ति अत्र उपदेशे अज अनुनासिक इत् भवति एतत् सूत्रमत्र न दत्तं न तत् उचितमेव महोदय उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक इकारस्य इत्संज्ञा भवति एव कारणं किम् इत्युक्ते तदनन्तरम् इदितो नुम् धातोः इत्यनेन भवति नुम् नकारस्य आगमः भवति. अस्तु भवान् पृष्टवान् खलु महोदय यथा नकारः भवति वा मकारः भवति वा इति कथं ज्ञातुं शक्यते इति भवान् पृष्टवान् वदतु महोदय इदानीं जानाति वा महोदय अत्र अन्यरूपमपि किमर्थम् अत्र अङ्कनीय इति आगच्छति चेत् एतत् सर्वाणि सूत्राणि भवन्ति एव अत्र अन्यरूपमपि पश्यतु अत्र भूसत्तायाम् एव अत्र भू लट्लकार भूसत्तायामेव भ्वाद्यधातवः लट् वर्तमाने लट् अस्ति तिप्त अस्ति सिप्तस्थ मिप्मस् एतत् सर्वम् आगच्छति अत्र विवक्षा अस्ति तिप् अस्ति अनन्तरम् अत्र कर्तरि शप् भवति मध्ये अनन्तरम् अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन दीर्घ ऊकारस्य स्थाने ओकारः भवति भो भवति अत्र अनन्तरं येचो यव यावः इत्यनेन बौ भवति बौ योगः तत्र असुविधा नास्ति तत्र प्रक्रिया अस्ति किमर्थम् आगच्छति किमर्थं भवति भवन् भवतः प्रश्नः अत्र नकारः आगच्छति वा मकारः आगच्छति वा इति अत्र मध्ये मध्ये सूत्राणि विषये कार्यं भवति एव किमर्थम् अत्र भवती आगच्छति इति भवत्याः अन्यप्रश्नः अपि आगच्छति किमर्थम् आगच्छति चेत् एतत्तु भू इति अस्ति एतत् सर्वाणि क्रमरूपेण प्रक्रिया अस्ति एव तादृशमेव अत्र अपि प्रक्रिया आगच्छति इति तु नुम् धातोः इत्यनेन मध्ये नकारः भवति नुम् आगच्छति नुम् अस्ति चेत् अत्र मकारस्य आलन्त्यं तस्य लोपः इत्यनेन अवगच्छति एतत् सर्वाणि विषयाणि पूर्वमेव ज्ञातवन्तः अत्र अतः अहं झटिति वदामि अत्र नुम् इति अस्ति मध्ये उकारः उच्चारणार्थमस्ति अतः नकारः एव तिष्ठति एतत् मध्ये आगच्छति इदानीम् अवगतम् अस्तु ओके इदानीम् अत्र किमस्ति चेत् परसवर्णः अत्र परसवर्णकविषये स्थानेन्द्रतमविषये अत्र पूर्वमेव दृष्टवन्तः इदानीम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अत्र पठतु भवान् एव पठतु भवतः नाम किं योगी किशोर अस्तु किशोर पठतु अत्र अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. अत्र अत्र विवरणं ददातु अनुस्वारस्य. अनुस्वारस्य यै यै मत् सप्तमीविभक्ति अस्ति यै तो यै यै मत् प्रत्याहारः अस्ति तो मध्ये आयाति तत्र तत्र तत्र परस्वर्ण इत्येन अनुस्वारस्य स्थाने अनुस्वार अस्ति तत्र पञ्चम पञ्चमा पञ्चम वर्गीय पञ्चम पञ्चम वर्ण आयात् एतदेव अस्ति तु तत्र आयाति चयाति दन्तन आयाति दन्तन आयाति बहु उत्तमम् एतदेव अत्र बहु उत्तमम् अनुस्वारस्य यै परसवतः अनुस्वारस्य स्थाने कुचुटितुपु मध्ये अत्र कु अस्ति चेत् पञ्चमवर्णः सर्वदा पञ्चमवर्णः किम् अन्यपदेन सूचयति कोऽपि समीचीनम् उत्तमम् अनुनासिकवर्णः इत्यनेन भवति. अस्तु इदानीम् अनुस्वारस्य एयिपरसवर्णः अभवत्. इदानीं मोनुस्वारः अत्र भागीरथी पठितुं शक्यते वा? मोनुस्वारः पद सेवन् त्री चिन्ता मास्तु चिन्ता मास्तु. यत्र किं विप्रतिषेधपरकार्यम् अनन्तरं अनन्तरम् अन्यको सूत्रमपि अस्ति विप्रतिषेधे परं कार्यं. यत्र सूत्रं द्वयमस्ति एतत् मध्ये किञ्चित् क्लेशः अस्ति चेत् एव अत्र सूत्रसङ्ख्या पठनीयं. परन्तु इदानीम् अग्रे पठतु पदान्तस्य मकारस्य स्थाने अनुस्वारः आदेशः भवति हलीपरे. मह षष्ट्यन्तम् अनुस्वारः प्रथमान्तं द्विपदमिदं सूत्रम्. हलि सर्वेषाम् इत्यस्मात् हलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य मह अनुस्वारः हलि संहितायां गृहम् अधिकं च गृहं च गृहं मकारः अत्र अधिकं च गृहम् अनुस्वारः अत्र आगच्छति. वा पदान्तस्य अत्रैव तिष्ठतु. मोनुस्वारः इति किं भवति सूत्रं किं सूचयति? मोनुस्वारः पदान्तस्य मकारः स्थाने अनुस्वारः आदेशः भवति. पदान्तस्य मकारः स्थाने मकारः अस्ति चेत् तत् स्थाने अनुस्वारः एव आदेशः भवति हलीपरे. तत्तु हलीपरे हलीपरे उदाहरणरूपेण उदाहरणरूपेण गृहं च मकारः अत्र अस्ति तत्र अनुस्वारः आगच्छति चकारः तावदेव तिष्ठति एव. अत्र इदानीं मया अत्र अत्र स्लैड् बोर्ड् मध्ये मया अत्र सूचितं खलु कार्यमिति अन्ते आगच्छति चेत् मकारः एव गृहम् इति अस्ति. अत्र च अपि अस्ति अन्यपदमपि अस्ति च इति च इत्युक्ते किं च अव्ययम् अव्ययम् अस्ति कार्यमपि अस्ति गृहमपि अस्ति च अपि अस्ति अतः अन्ते कार्यमस्ति चेत् किमपि क्लेशः नास्ति. परन्तु अत्र चकारः एव अस्ति अतः इदानीम् अत्र इच्छा अस्ति, अतः तत्र कार्यं तादृशं भवति. परन्तु इदानीम् अन्ते कार्यमस्ति, अतः कार्यं मकारः तिष्ठति एव. पुनः मकारः तिष्ठति किमर्थं चेत् अत्र अग्रे कुत्र अग्रे किमपि वर्णः नास्ति, पदमपि नास्ति, अतः कार्यं मकारः तिष्ठति एव. परन्तु इदानीं गृहमस्ति, कार्यमस्ति, परन्तु अग्रे च पदमस्ति, अव्ययपदमस्ति, अतः अत्र मकारः न आगन्तव्यं. किं मकारस्य स्थाने किं भवति इदानीं? मकारस्य स्थाने किं भवति? अनुस्वारः. तावदेव अनुस्वारः. अत्र उदाहरणरूपेण गृहं निमिषं भगिनि, प्रथमस्तरे एव वयं जानीमः, एतत् न अन्तिमवाक्यस्य अन्ते मकारः स्वरवर्णात् पूर्वं मकारः, अन्य वर्गीयव्यञ्जनात् आर् व्यञ्जन व्यञ्जनम् आगच्छति चेत् अनुस्वारः आगच्छति. तदेव सिम्पल् पूर्व हलीपरे हलीपरे अनुस्वारः हलि इस् अण्डर्स्टुड्. अत्र हलि चकारः हलीपदमस्ति, अत्र व्यञ्जनानि सर्वाणि व्यञ्जनानि अस्ति. अतः अस्तु अग्रे इदानीं मुतुलक्ष्मी अस्ति वा? आं महोदय अस्मि. पठतु मूनुस्वारः वा पदान्तस्य. आं पठामि. वा पदान्तस्य पदान्तस्य अनुस्वारस्य परसवर्ण आदेशः वा भवति ययि परे. इदानीम् अर्थम् अवगच्छति वा? अत्र वा इति चत्वारः पदं मया सूचितमेव. किं किम् अस्ति कोऽपि वक्तुं शक्यते वा? वा इति अन्यपदं किम्? अथवा न न न वा विकल्पेन. समीचीनं. विभाषा विकल्पेन विकल्पेन अन्यतरस्य एतत् सर्वं समान अर्थमेव. पर्यायपदं लिखतु, कुत्रापि लिखतु, एतत् सर्वं लिखतु, अनन्तरं मनसि स्थापयतु. एतत् विकल्पेन विकल्पेन यत्र एतत् सर्वं किं सूचयति? पदं द्वयं भवति खलु. पदम् अत्र पदं द्वयं भवति, अतः एव वा विभाषा विकल्पेन अन्यतरस्याम्. इदानीं जानाति खलु, मनसि स्थापितं वा सर्वे? अस्तु इदानीं पठतु वा पदान्तस्य 8459. एकनिमिषम्. वा पदान्तस्य किं सूचयति? पठतु अत्र भगिनी एव पठतु मुतुलक्ष्मी. आम्, पदान्ते विद्यमानस्य अनुस्वारस्य यै वर्णे परे विकल्पेन परसवर्णादेशः भवति. पदान्ते पदमस्ति, पदं कुत्र भवति? पदम् अन्ते यत्र अस्ति, यत्र षित् अस्ति, तिङ्क्षित् अस्ति चेत् अत्र पदं भवति खलु. अत्र पदान्ते विद्यमानस्य विद्यमानस्य तत्र किम् अत्र कृदन्तमस्ति? किमस्ति? मान इति अस्ति. कृदन्तपदं किम् अस्ति अत्र कोऽपि? न समीचीनं समीचीनं. शानच् विद्यमानः गम्यमानः यत्र यत्र मान इति पदम् आगच्छति खलु, अत्र आने मुक् इति सूत्रमस्ति. एतत् किञ्चित् अग्रे पश्यामि, क्रमेण कालक्रमेण एतत् सर्वम् आगच्छति एव. अत्र कोऽपि यत्र अहमपि इदानीं त्रयोदशवर्षाणि पञ्चदशवर्षाणि पर्यन्तं संस्कृतेन एव एतत् पठामि. अनन्तरं लेखनीयमेव, झटिति लेखनीयम्. अत्र माणगे इति पदम् आणम् आनेमुख् इति उक्तवती खलु आम् अत्र आनेमुख् इति अस्ति अतः एव अत्र माण इति आगच्छति एतत् कालक्रमेण आगच्छति ओके पदान्ते विद्यमानस्य अनुस्वारस्य यै वर्णे परे यै वर्णः किम् अस्ति अत्र हयवरल खलु हयवरट् इति अस्ति खलु अत्र ह य ह अत्र गच्छति किमर्थं चेत् यै वर्ण विहाय सर्वे अत्र व्यञ्जनानि अत्र यै यवरल ञम जवगड जवगडदश् तत्र शकारः इति भवति खप् छट छटतौ खपै खपै एव किमर्थं चेत् यै एव कपै पूर्वं वयं दृष्टवन्तः जल् जल् अत्र किमस्ति अत्र जल् हय हल् पर्यन्तम् आगच्छति लकारः इति भवति अतः ह एव तिष्ठति जल् प्रत्यहारे पर जल् इति हल् भवति इदानीं यै प्रत्यहारे यै कपै तावदेव माहेश्वराणि सूत्राणि अस्तु इदानीम् अत्र यै वर्गीयव्यञ्जनानि कुचुटि तुप् इति पञ्चविंशतिः भवति अन्तस्थाः भवति आहत्य 29 अत्र एकोनत्रिंशत् वर्णाः अत्र सन्ति अत्र किं किम् अस्ति चेत् इदानीमेव दृष्टवन्तः पदान्ते अत्र सर्वं कृष्णम् इति अस्ति अत्र पूर्वपदम् इति अस्ति परे परे किम् अस्ति ककारः भवति अत्र ककारः दृष्ट्वा तत्र अनुस्वारः किं भवति किशोर् महोदये परसवर्णः भवति अनन्तरं समीचीनं पञ्चमवर्णः अस्ति भवति अतः तत्र ककारः दृष्ट्वा अत्र अनुस्वारः इङ् भवति सर्वं कृष्णम् अनन्तरं सर्वं कृष्णम् एतत् यत्र यत्र एतत् भवति तत्र किं किमपि सन्धि भवति कोऽपि वक्तुं शक्यते वा न न न न न एतत् अत्र सर्वम् अस्ति एव सर्वं न न न न सर्वं कृष्णं सर्वं कृष्णमपि तावदेव भवति अत्र किमपि परिवर्तनं नास्ति एव खलु किमपि परिवर्तनं नास्ति चेत् अत्र सन्धि किं भवति सन्धिविषये सन्धि न भवति महोदय समीचीनम् एतत् उत्तमम् उत्तमं प्रकृति नास्ति अतः सन्धि न भवति समीचीनं एतत् एव प्रकृतिभावः यथा तिष्ठति तत् तादृशमेव भवति अत्र सर्वं कृष्णमिति तिष्ठति तादृशमेव अग्रे अपि भवति अत्र किमपि परिवर्तनं नास्ति चेत् अत्र प्रकृतिभावः प्रकृति इत्युक्ते यत्र एतत् अभवत् तादृशमेव भवति एव एतदेव प्रकृतिभावः एतत् इदानीं वा पदान्तस्य इत्यनेन पदान्तस्य अनुस्वारस्य परसवर्ण आदेशः वा भवति ययि परे अनुस्वारः यै परसवर्णः इत्यस्य एतत् बाधकसूत्रमस्ति अनुस्वारस्य यै परसवर्णः एतत् वा पदान्तस्य किमर्थं चेत् अनुस्वारस्य यै परसवर्णः किं सूचयति 8458 एतत् अग्रिमसूत्रमस्ति एतत् क्रमेण आगच्छति वा पदान्तस्य अनेन पदान्तस्य परसवर्णः आदेशः वैकल्पिकः न तु नित्यः इदानीम् एतत् अनुस्वारस्य यै परसवर्णः वैकल्पिकः वैकल्पिकः अन्य पर्यायपदं किम् अन्यतरस्यम् एतत् सर्वं भवति सो इदानीं मनसि स्थापनीयं न तु नित्यः नित्यं भवति इति न अत्र वा अव्ययपदं पदान्तस्य षष्ट्यन्तं द्विपदमिदं सूत्रं तावदेव अनुस्वारस्य यै परसवर्णः इदानीमेव दृष्टवन्तः इदानीम् अधुना अनुस्वारात् परे रेपः अस्ति चेत् अत्र मुत्तुलक्ष्मी अनन्तरम् अत्र पूर्णिमा प्रकाश् पठितुं शक्यते वा अस्तु उषा पठितुं शक्यते वा अस्तु किशोर पठितुं शक्यते अहम् एक मालमध्ये अस्मि उक्तवती उक्तवती सा एव उक्तवती अस्तु मिस्टर् किशोर ओके ओके किशोर महोदय गोयङ्का किशोर गोयङ्का पठतु अत्र अधुना अनुस्वारात् परे रेफ अस्ति चेत् का गति रेफ यय य प्रत्याहारे अन्तर्भूत् अतः तस्य अनुस्वारस्य यय् परस्वर्ण इति सूत्रेण परस्वर्णदेश स्यात् परसवर्णः अत्र अत्र बहु बृहत्तया अस्ति चेत् अत्र पृथक् करोतु विग्रहं करोतु परसवर्ण आदेशः परसवर्ण अत्र परसवर्णादेश एकनिमिषं गोयङ्का अत्र परसवर्णादेशः इति अस्ति खलु मिस्टर् किशोर् अत्र किं सन्धिः भवति परसवर्णादेशः इति भवति खलु अत्र विग्रहं करोतु विग्रहं कृतम् अनन्तरं विग्रहं प्रथमं करोतु अत्र किं सन्धिः इति भवान् सूचयतु अस्तु अन्य कोऽपि दीर्घ समीचीनम् अकः सवर्णे दीर्घः इति सूत्रम् आगच्छति अत्र विग्रहं कृतवान् खलु अत्र विग्रहं किम् अस्ति परसवर्ण अनन्तरं परसवर्ण अन्तिमवर्णस्य स्थाने अत्र अकारः अस्ति अनन्तरम् आदेशः अपि अकारः अस्ति अकार अकारमेलनेन सवर्णसन्धिः भूत्वा अकः सवर्णे सन्धि इति सूत्रं दृष्ट्वा एव अत्र परसवर्णादेशः भवति इति तत्र दत्तम् अग्रे पठतु किन्तु वस्तुस्थितिः भिन्ना रेफस्य कोऽपि स्वर्ण नास्ति एकनिमिषम् अत्र रेपस्य कोऽपि सवर्णः सादृशतमः वर्णः नास्ति इति तत्र दत्तम् तादृशमेव अत्र हकारः अस्ति खलु हकारस्य स्थाने सदृशतमवर्णः अस्ति वा इति क्लेशः भवति एव परन्तु जयोहोन्यतरस्याम् इति सूत्रं किं वदति अकारस्य स्थाने सदृशतमवर्णः किं भवति अत्र दकारः कुचिटु तुपु मध्ये कू मध्ये गकारः भवति अतः एव वाग्हरीं भवति अनन्तरं कुचुटुतुपु मध्ये चकारस्य स्थाने चतुर्थवर्णः झकारः भवति जयोन्यतरस्याम् इति झकारः अनन्तरं कुचुटुतुपु एतत् सर्वत्र कुचुटुतुपु मध्ये अत्र हकारस्य स्थाने सदृशतमवर्णः चतुर्थवर्णः दकारः भवति परन्तु अदा इदानीं तादृशमेव वयं स्वीकुर्मः रेपस्य कोऽपि सवर्णः नास्ति रेपस्य सवर्णः कोऽपि नास्ति इति दत्तम् अग्रे पठतु स्वर्णा न सन्ति इति भाष्यम् रेप अत्र रेपोष्माणं इति अस्ति अत्रापि एकः सन्धिः किशोर महोदय अत्रापि एकः सन्धिः भवति अत्र वक्तुं शक्यते वा महोदय विसर्गसन्धि अस्ति एकनिमिषं महोदय रेफ अस्ति तत्परं ऊ अस्ति समीचीनम् उत्तमम् उत्तमम् उत्तमम् अत्र रेप इति पृथक्तयकरणं रेपयोगः ऊष्माणम् अकारः अस्ति अनन्तरम् उकारः अस्ति अकार उकारमेलनेन ओकारः भवति अतः रेपोष्माणम् इति अस्ति अत्र गुणसन्धिः इति उक्तवान्, अत्र सूत्रं किम्? आद्गुणः. उत्तमं, बहु उत्तमम्. आद्गुणः इति सवर्ण न सन्ति इति भाष्यं. भाष्यं केन रचितं? भाष्यं कोऽपि पठनीना कृतं भाष्यं महाभाष्यम् इति अस्ति. महाभाष्यं वा पठनीयं, महाभारतं वा पठनीयं, न महाभारतं वा पालनीयं, महाभाष्यं तु पठनीयम् इति अत्र शास्त्रे दत्तं. महाभारतं वा महोदय, महाराज्यं वा पालनीयं, महाभाष्यं वा पठनीयम्? महाराज्यम् इत्युक्ते अत्र महाभारतस्य एव, महाभारतं पालनीयम् इति अस्ति, महाभाष्यमपि पठनीयम् इति अस्ति, महाराज्यमपि अस्तु. अतः अनुस्वारात् परे रेपः रेपः अस्ति चेत् अनुस्वारात् अत्र अनुस्वारात् परे रेपः अत्र कुत्रापि रकारः इति न वक्तव्यम्. रादिपः, रादिपः इति सूत्रे दत्तं. रादिपः इत्युक्ते अत्र रकारः इति पदं नास्ति एव, रेपः एव वक्तव्यम्. इतोपि किञ्चित् अत्र अध्यापकः अपि एतत् रकारः रकारः इति अत्र सूचितवन्तः. एतत् समीचीनं नास्ति. अत्र किमस्ति, रेपः एव वक्तव्यं, सर्वदा रेपः एव वक्तव्यम् अस्ति. अतः अनुस्वारात् परे रेपः अस्ति चेत्, अस्ति चेत्, आगच्छति चेत्, आयाति चेत् किमपि कार्यं नास्ति, यथावत् तिष्ठति. अत्र उदाहरणरूपेण अत्र अग्रे पठतु. यथा महोदय, किशोर महोदय, यथा उदाहरणरूपेण पठतु. यथा यै प्रत्यहारः, पठतु पठतु पठतु पठतु. यै प्रत्यहारः सूच्यते, य प्रत्यहारः सूचयति यत् तालसमुदंस दंसः येषु अन्यतम परे अस्ति चेत् अनुस्वारस्य परस्वर्ण वर्णादेशो न एव भवति. अत्र किं सूत्रमस्ति, अत्र किं सन्धि अस्ति? नैव एव वृद्धिसन्धि अस्ति. समीचीनं, वृद्धिसन्धि. अनन्तरं सूत्रं किं भवति? वृद्धिरादेच्. न एतत् संज्ञासूत्रं, वृद्धिरेचि इति सूत्रमस्ति. यथा उदाहरणं पठतु. उदाहरणमस्ति, रंस्यते रंस्यते एव भवति. रेपः अस्ति, रेप उत्तरवर्ति, अत्र अनुस्वारः भवति, अतः रंस्यते एव भवति. अत्र किमपि परिवर्तनं नास्ति एव. अत्र अनुस्वारस्य परसवर्णः इति सूत्रेण परसवर्णः आदेशः भवति, परन्तु वस्तुस्थितिः किं भवति चेत् रेपस्य कोऽपि सवर्णः नास्ति एव इति दृष्टवन्तः. रेपस्य स्थाने किमपि अत्र सदृशतमवर्णः नास्ति एव. इदानीं रेपः अत्र ऊष्माणां सवर्णं नास्ति. ऊष्माणं श श अत्र ऊष्माणम् उषु उषु इति आगच्छति खलु, इषु इषु इस्. अतः एव एतत् सर्वाणि अक्षराणि ऊष्माणम् इति अन्यपदं स्वीकृत्य एतत् किं भवति, इष् एतत् तालव्यशकारः, मूर्धनीषकारः, दन्त्यसकारः, ह, एतत् सर्वाणि पदानि अन्यरूपं किं भवति, ऊष्माणम् इति भवति. ऊष्माणम् अन्यपदं भवति. अस्तु, समीचीनं. अस्तु, एतत् एव अत्र प्रश्नः उदेति. एतत् महोदय अग्रिमवर्गे दृष्टेम. अस्तु, अनन्तरम् अनिल् महोदय. अनिल् महोदय, अत्र एतत् क्लास् एण्ड् प्रेयर् अस्ति खलु, अत्र ओं पूर्णपदम् एतत् पठतु. अत्र अनिलमहोदयेन किञ्चिदपि न उक्तमस्ति, अतः एव एतत् भवति अत्र. धन्यवादः. ॐ पूर्णमदः पूर्णमिदं. न न न एकनिमिषं, मया पूर्वमेव उक्तम् अत्र पू प पू इति अस्ति, अत्र उप उपवद् मान्यः अस्ति, अतः तत्र यत्र पूर्वं विसर्गः आगच्छति एतत् इफ् सौण्ड् इति स्वीकुर्मः. एतत् वयं जानीमः, एतत् जानाति खलु सर्वे. अत्र ॐ पूर्णमदः मया पूर्वमेव उक्तं, मनसि स्थापनीयम् एतत् सर्वदा. अस्तु पठतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. भवानेव वदतु अत्र पूर्णम् एव अवशिष्यते, अत्र सन्धि किम्? पूर्णम् एव सन्धि नास्ति, एव अवशिष्यते वृद्धि सवर्णदीर्घसन्धि. तावदेव. अस्तु समीचीनं, धन्यवादः सर्वेभ्यः, नमस्कारः, धन्यवादाः. धन्यवादः. धन्यवादः. धन्यवादः.